नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्यत्तुमुन्त्रिच् इति पाठः अनुवर्तते। गतपाठे वयम् एक बकारान्तधातुः आरभ्य, प्रायः ब्रकारान्तधातुः इति चिन्तयामि, तदारभ्य दृष्टवन्तः। लुब् इति धातुः आसीत्, वेट् लुब्, तद् तत्र रूपद्वयम्। इडादिपक्षे तु लोभितव्य इति, अनिडादिपक्षे तु यदा वयं पूर्वं दृष्टवन्तः जषस्ततोदोर्धः जलां जश्चषि इति सूत्राभ्यां, तत्र लोब्धव्य इति रूपं भवति। तत्र लुब्धातोः तकारादि आर्धधातुकप्रत्ययेषु इडागमवैशिष्ट्यं, तिष सह लुभ ऋष ऋषः इति सूत्रम्। इष् धातुः तुदादौ क्रयादौ अस्ति, सक् लुग् ऋष ऋष् इति पञ्चधातवः सकारादि आर्धधातुकप्रत्यये परे विकल्पेन तस्य इडागम अनुकूलः भवति। अतः तत्र रूपद्वयम्, इष् अस्ति चेत् चकारान्तधातु इष्, एष्टव्य एषितव्य, सोढव्य सहितव्य, लुब् लोब्धव्य लोभितव्य इति तत्र रूपद्वयम्। अनन्तरं मकारान्तदातवः गम् नम् यम् रम्, तत्र सामान्यकार्यमेव, नश्च पदान्तस्य जलि अनुस्वारस्य ई परसवर्णः, गन्तव्य नन्तव्य इति रूपं भवति। एकः मकारान्तधातुः अस्ति यद् वेट् क्षम क्षम् धातुः, तत्र तु क्षमितव्य क्षन्तव्य इति इडादिपक्षे अनिडादिपक्षे। ऊष्मान्तदातवः षकारान्तः दशदातवः अनिटः सप्तदातवः, तेषु दशधातुषु सप्तदातवः सामान्यः। सामान्यः इत्युक्ते तत्र पुगन्तलघुपदस्य च अनन्तरं रश्च भ्रश्च इत्यनेन षत्वम् अनन्तरं ष्टुत्वं भवति। देष्टव्य दिष्टातुः देष्टव्य, देष्टुं देष्टा इति रूपम्। अवशिष्ट सप्तधातुषु अवशिष्टाः इत्युक्ते ऋष् लिष् विष् ऋषु कुष् कृष् दंश्। अनन्तरं तत्र दृष् धातुः अस्ति, दृष् धातुः अनिट् परन्तु तत्र अमागमः विकल्पेन भवति। सृजि दृशोर्जल्यमकिति इति सूत्रम्। अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति बाधित्वा अनेन भवति। सृजिदृशोर्जल्यमकिति दृश् इति तत्र उक्तत्वात् तेनैव भवति। द्रष्टव्य इति एकं रूपं यत्र अमागमः भवति, द्रष्टव्य द्रष्टुं द्रष्टा इति तत्र रूपं भवति, अमागमः यत्र भवति। तस्य एव अग्रे अस्ति प्रायः। स्पृश् स्पृश् धातुः तत्रापि अमागमः, परन्तु अनुदात्तस्य चर्दुपदस्य अनुतरस्याम् इत्यनेन तत्र अमागमः। द्रष्टव्य इति अमागमः अमागमपक्षे, मर्ष्टव्य इति अमागम अभावे, तादृशमेव तत्र पूर्व दृष् धातोः अपि। अनन्तरम् अशु क्लिशु नश् इति त्रयः धातवः वेट्, तत्र तु भ्रश्च भ्रश्च इति अनिडागमपक्षे, अनन्तरं श्रुनाष्टुः इति सूत्रेण तत्र रूपं किम्? अष्टव्य अशितव्य अष्टव्य, तत्र तु इडागमपक्षे तु केवलम् इडागमः एव, अन्यकार्यं नास्ति। अनिडादिपक्षे तु सन्धिकार्यं, षत्वम् अनन्तरं श्रुनाष्टुः। क्लिशु अपि समानमेव, भ्रश्च भ्रश्च अनन्तरं श्रुनाष्टुः। तत्र नष् धातोः मश्चिनशोर्जलि इति सूत्रेण नष् धातोः नुमागमः भवति जलादिप्रत्यये परे, अतः नंश् योगः तव्य, भ्रश्च भ्रश्च इत्यनेन षत्वं, नंश् नश् नश् योगः तव्य, श्रुनाष्टुः नष्टव्य इति रूपं भवति मश्चिनशोर्जलि इति। षकारान्तदातवः द्वादश, तेषु दश सामान्यः, सामान्यः अस्ति चेत् पुगन्तलघुपदस्य च ष्टुनाष्टुः, त्वेष्टव्य त्वेष्टुं त्वेष्टा इति। तदेव अग्रे अपि अस्ति, द्विष् पिष् विष् शिष् श्लिष् तुषु दुषु कुषु शुषु इति। तेषु द्वौ धातु कृच् भुवादौ तुदादौ च तत्र अमागमः अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन तत्र अमागमः क्रष्टव्य क्रष्टुं क्रष्टा अण अनिडादि क्षम्यताम् अमागम अपक्षे तत्र कर्ष्टव्य इति भवति क्रष्टव्य कर्ष्टव्य इति अनन्तरं शकारान्तेषु सप्तधातवः वेट् इष ऋष ऋष निर् उपसर्गपूर्वक कुष् तदेव अस्माकं परिचितसूत्रम् आसीत् खलु अक्षु तक्षु त्वक्षु इति धातवः तत्र ईषयोगः तव्यत् एष्टव्य एषितव्य निर्योगः कुष् योगः तव्यत् निष्कोष्टव्य निष्कोषितव्य इति तत्र करवसानियोर्विसर्जनीयः इदुपदस्य च प्रत्ययस्य इत्यनेन तत्र विसर्गसन्धिं बाधित्वा तत्र भवति इति दृष्टवन्तः अक्षु तक्षु त्वक्षु अपि दृष्टवन्तः तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन ककारलोपः अनन्तरं स्टुनाष्टुः क्षितव्य अष्टव्य इति रूपं तक्षितव्य तक्षितव्य इति चक्षुधातुः प्रसिद्धसूत्रमेव तत्र चक्षुयोगः तव्य ख्यातव्य ख्यातुं ख्याता क्षातव्य क्षातुं क्षाता इति तत्र चक्षिङः क्या इति सूत्रेण सकारान्तः द्वौ धातू तदपि अनिटौ वस् गस् वस् योगः तुमु वस्तुं वस्ता वस्तव्य किमपि अन्यत् कार्यं नास्ति वस्तेर्बुः परिचितमेव भवितव्य भविता भवितुम् इति अस्तेर्बुः इति सूत्रेण हकारान्तेषु सामान्यः दृष्टवन्तः एका चकारान्तदातवः अष्टदातवः अनिट् द्वादशः वेट् सामान्यः एकादश वेट् दातवः प्लस् तत्र सः धातुः सामान्य हकारान्तः अनिट् मिह् लिह् रुह् तत्र पुगन्तलघुपदस्य च होडः जषस्ततोदोर्धः स्तुनाष्टुः डोडे लोपः मेडव्य इति भवति मेडुं मेडा इति लेडव्य लेडुं लेडा इति रूपु तदेव गतपाठे दृष्टवन्तः सामान्य हकारान्तदातवः तृक् तृक् ऋक् तृङ् गृह् गाः पर्यन्तं दृष्टवन्तः फोडः जषस्ततोर्धोर्धः डोडे लोपः त्रयः दकारादि हकारान्तदातवः प्रायः द्रष्टव्यं महोदय भवान् पठति वा एकनिमिषं त्रयः अस्तु त्रयः दकारादि हकारान्तदातवः दह् दिह् दुः इति एते सर्वे अनिटः तत्र कार्याणि गुणकार्यं यथासम्भवं यथासङ्गं टकारादिप्रत्ययपरे दकारादिहकारान्तधातोः धात्वंसे हकारस्य स्थाने घकारादेशः भवति दादे धातोः गः इति सूत्रेण अधुना प्रत्ययस्य जस् परतः अस्ति अतः प्रत्यादौ एकनिमिषम् अतः प्रत्ययादौ स्थितस्य तकारस्य धकारादेशः भवति जस ततो दोधः इति सूत्रेण अधुना धातुपदतः जस् अस्ति इति कृत्वा धात्वन्ते घस्थाने तृतीयादेशः भवति जलान् गच्छति इति सूत्रेण तर्हि तत्र दह् योग तव्यत् दादेर्धातोः गः इति इत्यनेन धघ् योग इति घकार घ् योग तव्य इदानीं जषन्त अस्ति अतः तत्र तकारस्य तव्य इत्यस्य धव्य भवति धग् योग धव्य अनन्तरं जस्त्वं दग्धव्य इति भवति एवमेव दग्धुं दग्धा इति रूपाणि अग्रे दिः करणीय वा आं दिः दुः हा दिः दुः तत्रापि समानमेव अस्ति एकं नूतनकार्यमस्ति गुणः भवति अत्र दे देग् धेग् युगतव्य धेग् धव्य देग् धव्य इति भवति तत्र दादे धातो गः जसत्ततो धोदः अनन्तरं जलान् दर्जसि इत्यनेन देग् देग् धव्य देग् धुम् देग् धा इति रूपं तथैव दुः इत्यस्य अपि दुः इत्यपि दुग् धोघ् धोघ् योगव्य दोग्धव्य दोग्धव्य अनन्तरं दोग्धव्य इति जस्त्वं दोग्धुं दोग्धा इति सूत्रमस्ति दादे धातोः कः दकारादिधातोः हकारस्य स्थाने घकारादेशः भवति झलि पदान्ते च इति अनवृत्तिसहित सूत्रमस्ति दादेः धातोः हः घः जलिपदस्य अन्ते च इति अग्रे जलां जश्चषि इति सूत्रमस्ति जलां स्थाने जशादेशः भवति जषि पदे जलां जश्झषि संहितायाम् इति सूत्रमस्ति चतुर्थपादस्य त्रिपञ्चाशत्तमं सूत्रमस्ति दादेदगः इति द्वितीय पादस्य द्वात्रिंशत्तमं सूत्रमस्ति तस्मात् अनन्तरं भवति जलां जश्झषि इति अन्ते चतुर्थ प्रायः विजया भगिनी पठेत् विजया भगिनी दृक्मुहुष्णुः स्निः आम् महोदय दृक् मुख् स्नुः स्निघ् इति भवति इदानीं पक्षे दृक् योगः तिष्ठव्यम् अत्र पुहन्तलघुपदस्य इत्यनेन द्रोपितव्य इति भवति अनन्तरम् अत्र दृक् अस्ति हेतुम् अस्ति तत्र अपि द्रोहि द्रोहीतुम् अनन्तरं द्रुः हिता द्रोहिता इति भवतु अनन्तरमन्त्रे एवमेव मुख् अस्ति द्रोहिता द्रोहितुं द्रोहितव्य गुणः उक्तवती भगिनी एवमेव मुख् अस्ति तत्र अपि पुगन्तलघुपदस्य च इत्यनेन ओकारस्य स्थाने ओकारः भवति मोहितव्य मोहितुं मोहिता इति भवति स्नुः अस्ति चेत् अत्र स्नोहितव्य स्नोहितव्यं स्नोहितुं स्नोहिता इति भवति स्नोहिता स्नोहितुं स्नोहितव्य अत्र मूर्धन्य धात्वादेशः सः सः सः इत्यनेन मूर्धन्यचकारस्य स्थाने दन्त्यसकारः आगच्छति अनन्तरं तदेव भवति अत्र स्निघ् इति अस्ति चेत् स्नेहिता इति भवति इदानीमत्र अनिदादिपक्षे दृक् अस्ति चेत् तव्यत् अत्र इकारः न स्तूयते एव अत्रापि पुहन्तलघुपदस्य च इत्यनेन द्रोढव्य अत्र गकारस्य डकारस्य स्थाने गकारः भवति ककारस्य वा दृहमुहष्णः इत्यनेन अत्र रूपं द्वयं भवति अनन्तरं स्नुः अस्ति स्नोहितव्यं स्नोहितुं स्नोहिता इति भवति अत्र स्निघ् भवति स्निघ् अस्ति चेत् स्नेहितुं स्नेहिता इति भवति तत्तु इडागमपक्षे खलु अनिडादिपक्षे तत्र वा दृहमुह श्नुह हष्णिहाम् इत्यनेन तत्र किं भवति इत्युक्ते गकारः भवति सो दृहयोगः सा अस्ति चेत् तत्र द्रोग् यदा भवती उक्तवती तत्र गुणः भवति अनन्तरं द्रोग्योगः ता अनन्तरं तत्र जिषस्ततोर्दोर्धः द्रोग्योगः धा जलां जष् जषि इत्यनेन घ महाप्राणघकारस्य स्थाने घ द्रोग् दा इति भवति अवगतं वा भगिनि द्रोग्धा द्रोग्धा द्रोग्धुं द्रोग्धव्यम् अत्र एव लिखितमस्ति खलु द्रोग्धव्यं वा द्रुहमुह इति कारणेन एकस्मिन् पक्षे होडः दकारादि हकारान्तधातुः खलु अतः धातेर्धातोर्गः एकस्मिन् पक्षे अन्यस्मिन् पक्षे वा द्रुहमुह अतः द्रोढव्यं द्रोग्धव्यम् इति रूपद्वयम् त्रयं खलु द्रोग्धा द्रोग्धुं द्रोग्धव्यम् अनन्तरम् अत्र द्रोढः द्रोढुं द्रोढव्यम् अनन्तरम् इकारः एकस्मिन् पक्षे इकारः श्रूयते अतः तत्र द्रोहिता द्रोहितुं द्रोहितव्यम् इति भवति तदेव अत्र मुख् अस्ति मुख् अत्र मूर्धा मूर्धं मोक्तव्यं मूर्धा मूर्धं मोढव्यम् अत्र अपि ईडागमपक्षे मोहिता मोहितुं मोहितव्यम् इति भवति अनन्तरम् अत्र स्नुप् अस्ति दत्वा देहे सह सह इत्यनेन अतः तत्र स्तोग्धा स्तोग्धुं स्तोक्तव्यं स्फोटा स्तोढुं स्तोढव्यम् अनन्तरम् अत्र इकारपक्षे स्रोहिता स्रोहितुं स्रोहितव्यं भवति अनन्तरम् अत्र स्निग्ध अस्ति चेत् अत्र गुणः भूत्वा स्निग्धा स्निग्धुं स्निग्धव्यं स्नेढा स्नेढुं स्नेढव्यं स्नेहिता स्नेहितुं स्नेहितव्यम् इति अत्र रूपं त्रयं भवति समीचीनं भगिनी सम्यक् वा दृश दृहमुह श्नुः इति जानीमः एव तत्र हकारस्य स्थाने विकल्पेन गकारादेशः भवति तत्र दृहु मुहु श्नुः श्निः इति धातु चतुष्टयस्य विषये तत्र गकारादेशः भवति इति जषस्ततोर्दोर्धः इति स इत्यपि जानीमः जष् उत्तरस्य तकारतकारयोः धकारादेशः भवति धा धातुं वर्जयित्वा सम्यक् धन्यवादः भगिनि महोदय अग्रिमधातुः सहु वहु हकारादि हकारान्त सहु वह् इति द्वौ धातु बहु धातुः अनिट् सह धातुः अत्र वेट् स्वभावतः सेट् तकारादि आर्धात्मकप्रत्यये परे स्वभावतः सेट् अस्ति तकारादि आर्धात्मकप्रत्यये परे वेट् अस्तु तर्हि तकारादिप्रत्यये परे दत्वन्तस्य हकारस्य स्थाने सामान्य ढकारादेशः भवति होडः इति सूत्रेण द्वितीयपादस्य एकत्रिंशत्तमं सूत्रमस्ति अधुना प्रत्यय जष्परता अस्ति इति कृत्वा प्रत्यादर्शितस्य तकारस्य तकारस्य च धकारादेशः भवति दशस्ततो दोधः इति सूत्रेण प्रत्यादर्शितस्य धकारस्य स्थाने ढकारादेशे भवति ढकार ढकारस्य ढकारादेशः भवति सुनास्तुः इत्यनेन चतुर्थपादस्य एकचत्वारिंशत्तमं सूत्रमस्ति पूर्वतनस्य ढकारस्य लोपः भवति दोडे लोपः इति सूत्रेण इदानीं लुप्तडकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशः भवति सहि वहोः ओत् अवर्णस्य इति सूत्रेण तल्लोपे पूर्वस्य दीर्घगुणः इत्यस्य अपवादः अस्ति इति अपवादस्वीकृत्य अस्ति अस्तु अतः सः योगतव्यत् इत्यत्र होडः इत्यनेन षड् योगतव्य अनन्तरं दशत्ततो दोदः इत्यनेन षड् योगधव्य ष्टुनाष्टु इत्यनेन षड् योगढव्य धोडे लोपः स ढव्य सहि वहोः ओत् अवर्णस्य इति तत्र आकारस्य स्थाने यदि आकारः भवति अत्र सोढव्यः इति साढव्यं सोढव्यः इति भवति सोढुं सोढा इति त्रिचि अपि च एवमेव वह् धातोः अपि वह् धातोः सव्यत् तुमन् त्रिच् रूपम् अस्ति तत्र वह् वढ् योग तव्यत् वढ् योग धव्यत् वढ् योग ढव्य अनन्तरं ढोडे लोपः अनन्तरं वोढव्य वोढुं वोढा वोढा इति रूपाणि भवन्ति सहि वहोः ऊत् अवर्णस्य इति दकारस्य लोपश्चेत् सह् वह् इति धातोः अकारस्य स्थाने ओकारादेशः भवति सहिश्च वस् तयोः इतरेतरद्वन्द्वः सहि वहौ तयोः सहि वहोः सहि वहोः षष्ट्यन्तम् ओत् प्रथमान्तम् अवर्णस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं धलोपे पूर्वस्य दीर्घोणः इत्यस्मात् तृतीय षष्ठाध्याय तृतीयपादस्य एकदश अधिक एकशतम् सूत्रमस्ति धलोपे इत्यस्य निवृत्तिः रेफस्य कार्यम् अत्र न भवति अतः रेफः न आनीतः अनुवित्यसहितसूत्रमस्ति सहि वहोः अवर्णस्य ओत् धलोपे इति उक्तवान् धलोपे इति यद्यपि केवलं धकारस्य एव अनुवृत्ति कृतमस्ति अत्र कार्यं नास्ति इति कृत्वा सहि वह् इति एतत् द्वयमपि हकार अतः इडादिपक्षे सह योग सह सहितव्य सहि सहितुं सहिता इति तत्र सूत्रमस्ति सहित सहि एव सहि एव खलु तीच सः लुबरु वृषदिशः इति सूत्रेण सः इत्यस्य वेट् अस्ति इति कृत्वा तत्र इष् सः लुब् ऋषि ऋषि इत्येतेभ्यः पञ्चभ्यः धातुभ्यः सकारादि आर्धातुकप्रत्ययस्य इडागमः विकल्पेन भवति इति अस्ति एते इच्छत्यादेः पदस्य अकारादेः आर्धातुकस्य विद्वा स्यात् इति एते पञ्चधातवः नियमेन चेतः अनेन सूत्रेण सकारादि आर्धातुकप्रत्यये परे वेटः भवन्ति इति अस्ति तत्र पठनीयं वा सकारादि आर्धधातुक सकारादि आर्धधातुकः भवेत् सकारादिः नास्ति चेत् ये तु सेटः एव भवन्ति खलु सकारादिप्रत्ययः अन्य अर्धधातुकप्रत्यये परे अन्ये प्रत्यये द्रष्टव्यं यदा आगच्छति सक् धातुः रूपं तत्र तत्र प्रायः तत्र सन् सन् प्रकरणे सन् भवत् तत्र पश्यामः कथं भवति तत्र केवलं तकारादि आर्धधातुकप्रत्यये परे एव वेत् अन्येषु तु सेत् एव समीचीनम् अनुवृत्तिसहितम् एव पठतु अनुवृत्तिसहितसूत्रमस्ति जषसः लुभऋष ऋषः अङ्गात् सः आर्धातुकस्य वा इट् इति अग्रे नः धातुः अस्ति अत्रापि नः इति विशिष्टधातुः अस्ति नहो धः इति सूत्रेण तत्र अष्टमाध्याय द्वितीयपादस्य त्रिंशत्तमं सूत्रमस्ति नध् योग तव्य इति न हकारस्य होडः इत्यस्य अपवादः अस्ति इति खलु तत्र होडः इति अपवादः सत्यं तर्हि तत्र नध् योगतव्य इदानीं जसत्ततो दोदः इत्यनेन नध् योगतव्य जस्त्वं जलां जषि इत्यनेन तत्र नद्धव्य इति भवति एवमेव नद्धुं नद्धा इति भवति सूत्रमस्ति नहोः दः नः दा नहः द नहो दः इति अस्ति नः धातोः हकारस्य घकारादेशे भवति जलिपदान्ते च इति जलिपरे अपि पदान्ते तत्र ढकारादेशः भवति नहः धातोः हहः दः जलिपदस्य अन्ते च इति सूत्रमस्ति. अग्रे प्रायः विजया भगिनी तटे समीचीनं, धन्यवादः महोदय. भगिनी गुहु धातुः वेट् तदपि परिचितसूत्रमेव. आम् भवतु, गुहु धातु वेट् ऊदुपदाय गोगः इत्यनेन गुह् धातोः उपदा गुणादेश गुण आदेशं प्रभाद्य ऊत् आदेशः भवति अजादिप्रत्यये परे. ऊद् उपदायाः गुहः किं वदति चेत् अत्र गुह् धातुः अस्ति चेत् अत्र गुण उपदायान् कृतस्य वर्णस्य अत्र गुणः बाधित्वा ऊट् एव आदेशः भवति. कुत्र भवति चेत् अत्र निमित्तम् अजादिप्रत्यये परे एव भवति. इदानीम् इडागमपक्षे अत्र तव्यत तुमुन्त्र प्रत्ययः अजादयः, अतः उपदा गुण आदेशः प्रभाद्य ऊट् एव आदेशः भवति. अतः गुक् इत्यस्य भूकितव्य इति अत्र रक्त उकारस्य स्थाने ऊत् इति दीर्घ उकारः गुहितव्य गुहितुं गुहिता इति भवति. अनिडादिपक्षे अत्र अजादिप्रत्यय अभावः अतः ऊत्वं नास्ति एव. अतः अकारस्य स्थाने डकारः भूत्वा उकारस्य स्थाने तुगन्तलघुपदस्य चैतेन गोढव्य गोढव्य गोढुं गोडा इति भवति वा? सत्यं, गोडा इति भवति. इदानीम् ऊद् उपदाय गोः अत्र गुः संवरणे इति गुः धातोः उपदा गुण आदेशकप्रभादे ऊत् आदेशः भवति अजादिकृतेतरे. अत्र अनुवर्तिसहितसूत्रं गोः अङ्गस्य उपदायाः ऊत् अस्ति प्रत्येपर अस्ति अस्ति चेत् अत्र ऊत् आदेशः भवति इति. देयं यत् अत्र आर्धधातुकत्वस्य निमित्तकत्वं नास्ति एव, केवलं गुणनिमित्तिक अजादिप्रत्ययपरे. अतः लटि अपि भवति गुख् योगः सप् योगः सप् मध्ये आकारः तिष्ठति अनुबन्धलोपानन्तरं गुख् योगः आयोगः सि. इदानीम् उपदाय गुणस्य प्रसङ्गत्वात् ऊत् आदेशः भवति. अतः गुक् स्थाने गुक् इति भवति. गुक् योगः आयोगः सि अन्ततः गत्वा गुहति इति पदं सूत्रमत्र. अतः तत्र केवलम् आर्ध भूवादिगणे कुत्र अन्यत्रापि भवति इति केवलम् अत्र इति. समीचीनम्. अनेन तत्र भुवादिगणात् आरभ्य क्रयादिपर्यन्तम् एटाम् अनीटां हरन्तधातूनां चिन्तनं समाप्तम्. महोदय निजन्तधातूनां निजन्तधातूनां तव्यत् तुमन् त्रिजन्तरूपसिद्धिः. शुरादिगणे स्वार्थे निच् चेदपि प्रेरणार्थे निच् चेदपि यत्र यत्र निच् सम्बद्ध रूपम् अपेक्षितं तत्र तत्र प्रथमकार्यमस्ति धातुतः निच् विधानं निचः विधानं. अतः तव्यत्वमन्त्र इत्येतेषां प्रसङ्गे सति सर्वप्रथमं निजन्तधातुः सिद्ध्यति. तदा एव तव्यत्वमन्त्र सम्बद्धकार्यं. सर्वे निजन्तदातवः अनेकाचः इकारान्ताश्च परतः तव्यत्वमन्त्रिच् यदि विधीयन्ते तावता पूर्वम् अनेकाचि इकारान्तदातु वर्तते एव. अनेकाचिति कृत्वा सेटः इकारान्तः इति कृत्वा सारधातुकाधातुको इति सूत्रस्य कार्यक्षेत्रं धातुः सेट् तव्यत्वमन्त्रिच् च वलादयः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्य अनन्तरं यचोयवायामः इति सूत्रस्य अवसरः एवं सति निजन्तधातूनां तव्यत्वमन्त्रिच् इत्येतेषां रूपसिद्धिमार्गः सर्वत्र समानः. अत्र दत्तमस्ति तत्र प्रेरणार्थे अपि च स्वार्थे अपि समानमस्ति. आदौ तत्र निच् विधानमस्ति, निच् विधानं भवति, अनन्तरं निच् विधानेन तत्र किं भवति, तत्र अनेकं भवति इति कृत्वा सर्वे निजन्तदातवः प्रेरणार्थे भवतु अथवा स्वार्थे भवतु सर्वे इडियोग्याः भवन्ति. अतः तत्र इडियो अनन्तरं किं भवति, तत्र इडागम अनन्तरं यत्र णिच् प्रत्यये विधीयते तत्र कार्यं भवति यत् यत् तत्र अचोर्णिति अथवा अतोपदा इति यत्किमपि तत् कार्यं भवति. अनन्तरम् इडाग तत्र णिच् योजनेन तत्र इकारान्तधातुः भवति, इकारान्तधातुः अस्ति चेत् तत्र गुणः भवति पुनः अनन्तरं यचोयावयः इति सूत्रस्य प्रसक्ति. यथा चुरुयोग णिच् अत्र चोरी इति भवति णिच् तत्र पुगन्तलघुबद्धस्य इति सूत्रेण. अत्र चोरी इति इदानीम् अनेकानि धातुः अस्ति अतः इडागमः भवति, अतः चोरियुग तव्य चोरि इत चोरियुग इतव्य इति भवति. तर्हि अनन्तरं पुगन् क्षम्यतां सार्धातुकाधातुक इत्यनेन गुणः चोरे अनन्तरं यचो यादयावः चोरयितव्य इति भवति. एवमेव चोरयितुं चोरयिता इति चोरयित्री इति चोरयिता इति. तथा च सर्वेभ्यः धातुभ्यः तव्यत्वमन्त्रि इत्येतेषां रूपसिद्धिः भवति इति अस्ति. यथा द्वितीयधातुः भवान् करोतु महोदय, अनन्तरं प्रायः बुद्धधातु आरभ्य गम् शल् भवान् करोतु, अनन्तरं बुद्ध प्रायः विजयाबाकि कुर्यात्. हा, गम् इति अस्ति तत्र गम् गम् योग णिच् अस्ति तत्र गमी भवति तत्र अचो अतोपदायस्य कार्यं न करोति. अत् किमस्ति अत्र एते मित् किमस्ति मित् गणः अस्ति खलु तत्र किमस्ति मित् मित् मित् मित् मित् खलु मितां रस्व इत्यनेन मितां रस्व इत्यनेन तत्र गमी इति भवति. तर्हि तत्र गमी इति अस्ति तत्र अनियप्रत्यपरे गमनीय गमनीय गमनीय इति भवति गमी गमीयोग गमीयोग अनियर अत्र तत्र किमस्ति तत्र इकारस्य निजन्त तत्र नो लोपः भवति तत्र निच निचः लोपः भवति खलु तत्र नेरटि इत्यनेन अनिटि नेरटि इत्यनेन लोपः भवति गमनीय इति एव गमनीय इति भवति. परन्तु अत्र गमी तव्य अत्र नेरटि कार्यं न करोति किमर्थम् सेट् अस्ति इति कृत्वा अतः गमि गमे गमयितव्य गमयितव्य इति भवति गमयितव्य क्षम्यतां गम्युग तव्य इति खलु सामान्य अस्ति तत्र गन्तव्य इति भवति निशिपरे गन्तव्य इदानीं निचिपरे गमि योग क्षम्यतां गम् योग निच् गमि इति भवति तव्य इत्यनेन ग इतव्य इति भवति गमि योग इतव्य गमे योग इतव्य गमयितव्य इति भवति अतः गमयितव्य गमयिता गमयितुम् इति रूपं भवति. केवलं मितान्तः एव तावदेव सार्वधातुकार्धधातुक अन्यत् सर्वं समानं, केवलं मितां ह्रस्वः गां सार्वधातुकयो अर्धधातुकयोः मितां ह्रस्वः गम् अनन्तरं येचोयवायाः गमयितव्य इति भवति. सम्यक्. आम् द्वितीयं महोदय क्षलयोग अनीय तत्र तत्र क्षाल् खलु एतत् क्षाल् खलु तत्र क्षालयोग निश्चय क्षल् इति धातु चुरादिगणे अस्ति इति कृत्वा तत्र चलि इति क्षालि इति भवति क्षालि क्षाल् क्षालि अनन्तरम् अनीय तत्र नेरणिटि इति सूत्रेण क्षालनीय इति तत्र नेः लोपः क्षालनव्य क्षालनीयः इति भवति शल्यो गतव्य तत्र सामान्य तत्र चुरादिगणीय स्वार्थे अस्ति चेत् क्षाली तत्र क्षालयितव्य इति भवति. इदानीं तत्र यदि प्रेरणार्थे अस्ति चेदपि क्षालयितव्य इति रूपद्वयं समानमेव. तदेव खलु तत्र किमर्थं तत्र शलिति चुरादिगणीयधातु एव खलु क्षालयितव्य. तत्र भुआदौ अपि अस्ति परन्तु अर्थः सः सञ्चलने इति भुआदौ अपि अस्ति. शलितव्य शलै तव्यत् खलु क्षालयितव्य भुआदौ आम् निचि एव शल् योगः निच् हेतुमति च प्रेरणार्थे अस्ति चेत् अत उपधारे सामान्य न प्रेरणार्थे एव निच् सामान्य सामान्य अस्ति वा सामान्य इत्युक्ते क्षलितव्य इति. आम् आं सत्यं तत्र अत उपधायाः सर्वं न भवति खलु अतः कृदन्ता कुत्र अस्ति एकांश शलितव्य एव केवलं मार्धधातुकस्य इड्वलादेः शलितव्य. तत्र यथा तत्र वयं प्रेरणार्थे योजयामः तत्र शालयितव्य इति भवति. शालयितव्य प्रेरणार्थे भवतु अथवा स्वार्थे बुधु धातु करणीयं खलु बुधुय इति भवति. अरुणा भगिनी अपि आगतवती वा? अरुणा भगिनी आम् अत्र वयं मध्ये स्मः. निच् प्रत्ययः इति भागः अस्ति खलु निजन्तधातूनां तव्यत्वमुन् त्रिजन्तरूपसिद्धिः चतुर्थबिन्दुः उपरि तद् इण्डेक्स् अस्ति खलु भगिनि. आम् आम् आम् आम् विजया भगिनी बुद्ध कृ करोति वा? आम् बुद्ध अस्ति अनीय कृतेम् बोधितव्य इति भवति. अनन्तरम् अत्र बुद्धयोः गतव्यत् बोधि अत्र सुगन्धलघुपदस्य च एतेन बोधितव्यम् इति भवति. अनन्तरं नित्ययोजनेन नित्य अत्र सामान्यबुद्धि धातुः अनिट् अस्ति खलु तत्र द्वयमपि तदपि सेट् अपि अस्ति अनिट् अपि अस्ति. द्विवादौ अनिट् भुआदौ सेट् द्वयमपि अस्ति. अर्थः अपि समानः एव अवगमने इति अर्थे अस्ति. बुद्ध अवगमने द्विवादौ बोधनं बोधन बोधनं बोधति बोधति बुध्यते इति खलु बोधति इति अत्र अत्र तु द्विवादौ तु आत्मनेपदी भुआदौ परस्मैपदी बोधति बोधति. भुआदौ इतोपि एकः अस्ति उभयपदी तदपि बोधने इत्यर्थे बुधिर्बोधने टु नो टु अण्डर्स्टाण्ड् तत्रापि अस्ति तदपि सेट् द्वयं भुआदौ यदस्ति तद् तौ सेटौ द्विवादौ अनित्य अनिट् रूपमेव पश्यामः. बोद्धव्यं बोद्धव्यं बोद्धारः बोद्धारः इति बोद्धारः मत्सरग्रस्तः इति तत्र नीति आं भगिनि भवती एकं यत्किमपि वदतु भगिनि द्विवादौ वा भुआदौ वा. इदानीं मया उक्तं खलु बोधनीयः अनन्तरं बोधितव्यत् बोधितव्यत् बुद्धयोगः निच् नेरनिधि इत्यनेन एकस्मिन् स्थितस्य इकारस्य लोपः भवति अतः बोधयितव्य इति भवति बोधयितव्य नेरनिति न भवति खलु नेरनिति इति न भवति बोधि इति भवति बोधियोगयितव्य तत्र खलु अनित एव तत्र नेरनिति कार्यं करोति अस्तु धन्यवादः अत्र सार्वधातुकः अर्धधातुकयोः इत्यनेन अत्र गुणः भवति खर् भवति करणीयः कर्तव्यम् अनन्तरम् अत्र कारितव्यम् इति भवति वा कार्ययितव्य सर्वत्र कारयितव्य सार्धधातुकस्य इडुवनादेः इडागमः तत्र हेतुमति च अचोनिति सर्वं कृत्वा कार्योगः इ सार्धधातुक सार्धधातुकयोः कार्ये ईतव्य अनन्तरम् एचोयवायावः कारयितव्य इति रूपम् कारयितव्य शालयितव्य किम् इदानीं किं दृष्टवन्तः बोधयितव्य इत्येव सर्वत्र अनन्तरं नी नी अपि नी करोतु भगिनि नी नी अनिय नेतव्य नेतव्य अनन्तरं नेतव्यं नेतव्य अनन्तरं नित्ययोजनेन नेतव्य किं भवति तत्रापि नेतव्य एव वा तत्रापि नियोगः णिच् नैयोगः इ नै इति अचोनिति वृद्धिः खलु अनन्तरम् एचोयवायावः नाय् योगः इ योगः तव्यत् इदानीम् इडुवलादेः नायै तव्य सर्वत्र ईकारः आगच्छति नायि इति तत्र नूतनप्रत्ययः अनन्तरं वयं तव्यत् योजयामः एचोयवायावः सर्वं कृत्वा तत्र एतत् सर्वाणि कार्याणि भूत्वा नायी तव्य इति भवति सत्यं सत्यं समीचीनम् अरुणा भगिनी प्राप्तं वा न श्रूयते भगिनि श्रूयते वा भगिनि भगिनि किमपि उक्तवती वा न श्रूयते महोदय भवान् करोति वा लिक् क्षम्यताम् एकनिमिष लिक् लिक् योग अनियरिस्ति लेखनीयः इति भवति तत्र लिक् योग तव्यत् अत्र सेट् अस्ति इति कृत्वा लेखितव्य इति भवति लिक् योग निच् अत्र लेखी योग इदानीं लेखी इति निजन्तधातुः अस्ति लेखी लेखे तव्य लेखयितव्य इति यचोय गुणः सार्धात्कार्धातुक इत्यनेन अनन्तरं यचोयवायावः इत्यनेन लेखयितव्य इति भवति लेखयिता लेखयितुम् इति रूपाणि भवन्ति लेखितव्य लेखितुं लेखि लेखिता इति रूपम् अग्रे तच् तच् योग अनियर् अस्ति तत्र तच् योग अनियर् तत्र तत्र प्रच्छनीय इत्येव किमपि नास्ति तत्र प्रच्छनीय इति भवति प्रच् योग तव्यत् तत्र चोः षूडानासि इत्यनेन प्रश् इत्यनेन प्रश् अनन्तरं तत्र अनन्तरं तत्र षत्वं भवति अनन्तरं तत्र स्तुत्वं प्रष्टव्य प्रष्टा प्रष्टुम् इति रूपं प्रच् योगनिच् प्रचि योग इति अस्ति प्रचि प्रचि इति खलु प्रचि तत्र प्रचि एव अस्ति किमपि नास्ति प्रच्ये इतव्य तत्र प्रच्छयितव्य इति भवति प्रच्छयितव्य इति रूपम् सत्यं अस्ति. इतोपि एकं करोतु महोदय, पठ किमपि नास्ति, पठनीय इति भवति तत्र पठियोगतव्य पठ इति स्टेट् अस्ति किल पठितव्य इति भवति पठ्योग निच् पाठी इति निज् निजन्तधातुः इदानीं तव्यत् प्रत्ययः अनेकाचस्ति कृत्वा सेट् सेट् अस्ति तत्र पठि पाठी योगतव्यत् पाठे पाठयितव्य पाठयिता पाठयितुम् इति रूपाणि समानमेव दृश्यते खलु सर्वत्र श्रूयते पाठयि लेखयि तव्य सर्वत्र तत्र सेट् एव अस्ति इति सम्यक् समीचीनं. विजया भगिनी दृश् दृश् नश् वक् सायः अस्ति वा अरुणा महोदय नास्ति वा? हा तद् न किमपि न श्रूयते. इदानीं सिद्धा अस्ति वा भगिनी? श्रूयते श्रूयते. अत्र अत्र प्रच्य अस्ति खलु? हा पृच्छतु भगिनि. प्रच्छनीयः एव भवति, अनन्तरम् अत्र तव्यत् अस्ति चेत् तत् तत्र प्रष्टव्यम् इति भवति खलु? सत्यम् आम् सत्यं तदेव. किमर्थम् तत्र किमपि सन्धिकार्यं नास्ति खलु? इच् इति हल् हलन्तशब्द, आ इति स्वरः, प्रच्छनीय तावदेव खलु, तत्र किमपि वैशिष्ट्यं नास्ति. प्रच्ययोगः तव्यत् अस्ति चेत् हल् सन्धि सन्दर्भः खलु. श्वोः षूडनुनासिके च तद् सर्वं तत्र एव भवति खलु, जलीपदान्ते अथवा तादृशनिमित्तम् अनियर् मध्ये नास्ति खलु. तावदेव इदानीं पठ. धन्यवादः महोदय. दृष्टियोगः अनियर् अत्र दृष्टियोगः अनियर् दर्शनीय दर्शनीय दर्शनीय अपि तदेव दृश्निचि अपि तत्र अणिचि अपि समानमेव खलु. दर्शनीय दर्शनीय दर्शनीय इति एव भवति तत्र दृश् दर्श भवति पुगन्तलघुपदस्य दर्शनीयः निजन्ते अपि तदेव खलु तत्र नेरणिति नेह लोपः दर्शनीयः परन्तु अत्र तव्यत् अस्ति चेत् अत्र द्रष्टव्यम् इति भवति. सत्यं सत्यम्. अनन्तरम् अत्र दृशि इति भवति, अनन्तरं दृशे भवति तत्र रूपद्वयं खलु तत्र सृजिदृशोः जलि अहम् अकिति इति द्रष्टव्य द्रष्टव्य इति सृजिदृशोः जलि अहम् अकिति इति सूत्रम् अस्ति खलु तत्र रुचि यदा नास्ति तदा एव खलु महोदय. आमां द्रष्टव्य द्रष्टव्य द्रष्टव्य तद् गतपाठे वयं दृष्टवन्तः. आं सत्यम्. अत्र तु निचिपरे तु न भवति दर्श. वदतु भगिनि. अत्र दृष्टदातु दर्शनीयः द्रष्टव्यं दृशि इति भवति दृशे, अनन्तरम् अत्र दृशय, अनन्तरं दृशय दर्शयति इति वा दर्शयितव्य समानमेव यदा भवती लेखयितव्य इति कृतवती खलु लेखयितव्य इव अत्रापि दर्शयितव्य सर्वत्र तद् ऐकार ऐ योगः इ ऐ इति भवति दर्शयि अनन्तरं तव्य दर्शयितव्य इदानीमत्र नष्ट करोमि वा आम् नष्ट करोतु अनन्तरम् अरुणा भगिनी नष्ट धातु अस्ति अत्र नशितव्य अनन्तरम् अत्र तव्यत् अस्ति चेत् अत्र गुणः भवति नेत्तव्य नेत्तव्यम् अनन्तरम् अत्र किमर्थं गुणः नश्येव खलु तत्र किमपि नास्ति नशितव्य नेष्टव्यम् नशिति नश् न एव खलु किमर्थं वेट् एव परन्तु किमर्थं नेष्टव्य ने कथं भवति न एव खलु न नेष्टव्यं नास्ति अत्र नशितव्य नशनीय अनन्तरं नशयितव्य नष्टव्य नष्टव्य नशयितव्य वेत् खलु अतः रूपद्वयं मस्जिनशोर्जलि अत्रापि मस्जिनशोर्जलि इत्यनेन नुमागमः भवति अतः नष्टव्य नशितव्य नशनीय इति तत्र निचि नाशयितव्य सर्वत्र तत्र अथ उपादायाः सत्यं वृद्धिः सत्यं नाशयितव्य सम्यक् समीचीनं धन्यवादः भगिनी इदानीं करोति वा अरुणा भगिनी श्रूयते वा भगिनि आं श्रूयते इदानीं सम्यक् श्रूयते वक् वह् धातु वह् प्लस् अनेय वह् धातु सेट् इति मन्ये वक् धातुः सेट् वह् धातु अनिट् अनिट् सः एव अनिट् सः लुबरिषः लुबरिषः इत्यनेन तत्र वेट् अनेयर् वह् वहनीय सखि बहोर् तद् तद् भवति वा अत्र खलु ओडव्य इति तत्र सखि बहोर् ओदवर्णस्य इदानीं दृष्टवन्तः खलु तत्र भक्तधातुः तव्यत् होडः वड् योगः तव्यत् जषस्ततोर्धोर्धः वड् योगः दव्य अनन्तरं ष्टुनाष्टुः वड् योगः डव्य रोडेलोपः व योगः डव्य सहि वहोरोदवर्णस्य ओडव्य इति रूपम् ओडव्य वहनीय गुण भवति भगिनि अपि उपदातु वासि योगः अत उपादायाः इडागमः सार्वधातुकार्धधातुकयोः एचोयवायावः अत्र थ्रू इति सेट् अस्ति थ्रू थार् थर् भवति तारणीय तरणीयमेव तरणीय इरागमः भवति गुणभूत्वा बुद्धि भूत्वा तारयितव्य तारितव्य भवति तरीतव्य सरितव्य अत्र मृतो वा इति एकं सूत्रं मृतो वा इति एकं सूत्रं पूर्वं बहु पूर्वं दृष्टवन्तः अनेन तत्र ई भवत् क्षम्यतां तृ योगः ई इकारः दीर्घः भवति भूतो वा इति तरीतव्य तरितव्य इति रूपद्वयं इडागमपाठे दृष्टवन्तः अनन्तरं वयं न दृष्टवन्तः एतत् भूतो वा इति सूत्रम् एय्ट् क्षम्यतां 7 to 38 लुटि अपि अस्माभिः दृष्टं खलु प्रायः वा दृष्टवन्तः वा ब्रूतो वा आमाम् आं तास्पते परे अपि भवति खलु अस्तु अस्तु तरीतव्य तरितव्य इति रूपद्वयम् अतः सत्यं सर्वत्र आं सम्यक् वा भगिनी निश्चयस्य यत् श्रूयोगः वृद्धि भवति तारि भवति तारि योगः ई तव्य तारि तव्य तारि तारयि सर्वत्र ईकारः आगच्छति तारयि तव्य तव्य आम् अग्रे पठतु भगिनि सनन्तानां सनन्तधातूनां तव्यत्वमुन्तृजन्त रूपसिद्धिः सर्वेषां सनन्तधातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे सनन्तधातवः अदन्ताः तदर्थं तव्यत्वमुन् सृजन्त विवक्षायाम् एषु अन्यतमे प्रत्यये आदुदातिके सति अतो लोपः इत्यस्य प्रसिद्धिः च प्राप्तिश्च भवति एव तस्मात् सन्नन्तधातुः अन्त्ये यः अकारः तस्य लोपः सन्नन्तधातुः च सदा अनेकासीत् कृत्वा सर्वे सन्नधातवः सेटः एवं सति सन्नन्तधातूनां तव्यत्वमन्त्र इत्येषां रूपसिद्धिमार्गः सर्वत्र समानः वयं जानीमः सर्व सन्नन्तधातवः सामान्यतः अकारान्त धातवः अनेकार्थः चेतस्ति अदन्तमस्ति इति कारणेन अतो लोपः अनेन अन्तिम अकारलोपः भवति सर्वत्र स्वरूपं सिद्धिः समानमेव तेषां तथा उदाहरणमस्ति दिग्गमिश् दिगामिश् इत्यव्य अतो लोपः इत्यनेन अकारलोपः भवति तदनन्तरं जगिश् जगमिश् जिगमिष् इत्येव भवेत् तत्र टङ्कणदोषः जगमिष् इति न जिगमिष् एव ओ जिगमिष् जिगमिष्तव्य जिगमिष्टव्य एवमेव जिगमिष् इतुं जिगमिष्तृ जिगमिषिता जिगमिष्यति जिगमिषितुं शितुम् इष्य भवति अनन्तरम् ई योजनेन जिगमिषितुं जिगमिषितम् जिगमिषिता अतो लोपः सर्वत्र भवति अदन्त अङ्गं ह्रस्व अकार लोपः अग्रे भगिनि अत्र अतो लोपः अदन्ताङ्गस्य ह्रस्व अकार लोपो भवति आदुदात्कप्रत्यये परे येन विधि तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं हस्वाकारः इति अङ्गस्य अपि तु हस्वाकारान्तस्य अङ्गस्य अलन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम्। अतः तस्यन्तं लोपः प्रथमान्तं द्विपदनदं सूत्रम् अनुदात्त उपदेशे वनति तनुवृत्ति आदिना अनुनासिकलोपो जरि किमिति इत्यस्मात् उपदेशस्य तनुवृत्ति आङ्गस्य अधिक आनुदातिके जनयोः अधिकारः अनुवृत्तिसहितसूत्रम्। अतः अङ्गस्य लोपः आर्धदातिके उपदेशे ओके अतो लोपः इति वदन्तः पूर्वम् अदन्ताङ्गस्य ह्रस्वकारलोपो भवति आर्धदातिकप्रत्यये भवति। अत्र केवलं येन वित्तदन्तस्य सूत्रेण अतः श्रूयते भगिनि, बहु मन्दं श्रूयते अधुना भगिनि इदानीमपि तादृशमेव अस्ति, किञ्चित् मन्दं श्रूयते। समीचीनं श्रूयते वा भगिनि? इदानीं किञ्चित् बेटर् अस्ति। येन विद्य तदन्तस्य न अतः अङ्गस्य अत अङ्गस्य अकारान्तस्य अङ्गस्य अपि लोपः भवति केवलम् उपदेश अवस्थायाम् इति दत्तम् अनुभूतिसहितं सूत्रं वदति। अतः अङ्गस्य लोपः आर्धदातुके उपदेशे इति सूत्रम्। समीचीनम्। अतः अत्र प्रश्नः इदानीम् आगच्छति, जिगमिष् अतो लोपः इतुम् इति अस्ति खलु, इदानीं तत्र इकारः उपादायाम् अस्ति, तस्य गुणः किमर्थं न जातम् इति अस्मिन् प्रसङ्गे एव अचः परस्मिन् पूर्वविधौ इत्यस्य विषयः आगतः। धन्यवादः भगिनि, एतत् पठामः, परन्तु अस्य विवरणं तु अग्रिमसप्ताहे एव पूर्णतया दास्यामि। तत् अद्य तु तद् आर्कैव् कार्यमेव न कृतम्, इदानीमेव तस्य उद्घाटनमेव जातम्, किमर्थमिति न जाने। महोदय पठति वा? प्रश्नः अवगतः। अत्र देयं यत् ह्रस्व अकारस्य लोपानन्तरं किमर्थम्? अस्तु, अत्र ध्येयं यत् ह्रस्व अकारस्य लोपानन्तरं पुगन्तलघुपदस्य च इति इत्यनेन उपादायं लघु इकः गुणप्रसक्तिर्भवति स्म, परन्तु अच परस्मिन् पूर्वविधौ इति परनिमित्तिक अजादेशः स्थानिवद्भवति, पूर्वविधौ कर्तव्ये इति। अचस्थानीयः आदेशः स अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थानी भवति। अजादेशः स्थानिवत् नाम यः आदेशः अचस्थाने विहितः स पुनः मूलः अच् इव स्थानिवत् भवति। पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते। पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते। अस्तु, अद्य यत्र अत्र गुणः खलु स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते। आम्, परस्मिन् तदेव खलु, पूर्वस्थितस्य कार्यं विधीयते गुणः इति, पूर्वविधौ नाम कर्तव्ये इति अचः पूर्वस्थितस्य गुणः परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुष तस्मिन् पूर्वविधौ अचः षष्ठ्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिविधविधं सूत्रं स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेश स्थानिवत् परस्मिन् पूर्वविधौ इति अस्ति, पूर्वविधौ इति। अग्रे यदा पुगन्तलघुपदस्य च इति सूत्रेण उपादायांसि तस्य लघु इकः गुणः जायमानः तदा इतव्या इतुम् इत्र इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति, अतः उपादागुणः न सम्भवति। अस्तु, तत्र लोपः भवति अत्र अचः परस्मिन् पूर्वविधि सूत्रं वदति यत् इति परनिमित्तिक अजादेशः, इदानीं परनिमित्तिक अजादेशः अस्ति चेत् दिगमिषा इत्र इति अस्ति तत्र, इदानीं तत्र अल्लोपः इति परनिमित्तिक अजादेशः अस्ति, अकारलोपः परनिमित्तिक तत्र अजादेशः अस्ति, तत्र लोपः अजादेशः अस्ति, तद् स्थानिवद् भवति पूर्वविधौ कर्तव्य इदानीं जिगमिष् योग इत्र इदानीं तत्र गुणः भवितुमर्हति जिगमेष् इति, तदा पूर्वविधिः अस्ति तत्र गुणः इति पूर्वविधिः अस्ति अजादेशात् अनन्तरं पूर्वविधिः अस्ति तत् तस्मात् पूर्वम् अस्ति, अतः तत्र स्थानिवद् भवति यदा अजादेशः अत्र जिगमिष इत्येव रूपं पश्यति पुकन्तलघुबद्धस्य इति कर्तव्ये, अतः तत्र गुणः न भवति इति बोधः स्थानिवत् पश्यति तदेव यदा वयं कत् धातोः कथधातोः कृतवन्तः समानचिन्तनमेव बहु पूर्वं कृतम् आम् अत्रापि यदा भवति अथ उपादायः न भवति खलु अत्र खात खात इति न भवति आम् तदागत्य यदा पश्यति तत्र उपादायां सकारः एव अस्ति इति कृत्वा तस्य कार्यं न भवति. समानम् अत्रापि यदा गुणस्य प्रसक्तिः अस्ति इति स्थित्वा तदागच्छति पुगन्तलघुपदस्य च, परन्तु उपादायाम् इदानीमपि श एव पश्यति न तु इकारः, अतः तत्र तस्य कार्यं न भवति. एतदेव अस्ति. एतद् रूपसिद्धिः साधयित्वा समापयामः वा अपि पटिश महोदय करोतु वा कति कति सन्ति पञ्चदश पञ्च करोतु महोदय प्रायः अरुणा भगिनी अनन्तरम् अस्तु पट् इति अस्ति अत्र सनन्तरूपम् अस्ति पिपटिश इति रूपं पिपटिशयुगतव्यत् तत्र पिपटिशयुग इतव्य इति तत्र इदानीं तत्र अतो लोपः इत्यनेन पिपटिश् युगतव्य पिपटिषि पिपट् पिपटिषि पिपटिश् पिपटिषितव्य इति भवति सम्यक् पिपटिषितव्य पिपटिषितुं पिपटिषिता इति भवति तदेव तदेव कृ धातोः चिकीर्ष इति अस्ति अतो लोपः चिकीर्ष योगतव्य चिकीर्षि चिकीर्ष योग इतव्य चिकीर्षितव्य इति भवति चिकीर्षितुं चिकीर्षिता इति रूपं मुच् इति मुमुक्षु इति भवति तत्रापि अतो लोपः मुमुक्ष इति तत्र गुणसमस्य नास्ति मुमुक्षु खलु मुमुक्षयोगतव्य मुमुक्षितव्या इति रूपं भवति मुमुक्षितुं मुमुक्षिता इति भवति तत्र उकारः तत्र नास्ति तत्र ककारः सकारः अस्ति गुणः अपि तत्र आवश्यकता नास्ति अच परस्मिन् पूर्वविधसूत्रस्य प्रसक्तिः नास्ति अपि नास्ति आम् तत्र खाद्योग चिकादिश इति भवति चिकादिश् योगतव्य तत्र अचपर क्षम्यताम् अतो लोप इत्यनेन तत्र इदानीं गुणः भवितुमर्हति चिकादिश् इत्यस्य परन्तु तव्यत् इतव्यत् इति तव्यत् प्रत्यय कृते परन्तु अच परस्मिन् पूर्वविदनेन गुणनिश् तत्र स्थानिवत् भवति अतः गुणस्य प्रसक्तिः नास्ति चिकादिशि दिशितव्य चिकादिशितुं चिकादिशिता इति भवति तथैव वद इति विवदिश् विवदिशितव्य विवदिशितुं विवदिशिता इति रूपाणि समीचीनं प्रायः वच् आरभ्य अग्रिमसप्ताहे कुर्मः वा ओ अग्रिमसप्ताहे तु सरस्वतीपूजा अस्ति अग्रिमसप्ताहे अक्टोबर् फस्ट् इति सरस्वतीपूजा अस्ति वयम् अष्टमदिनाङ्के मेलिष्यामः अक्टोबर् 8 सर्वेषां सरस्वतीपूजापर्वणः शुभाशयः विजयदशम्याः अपि वच् आरभ्य वयम् अक्टोबर् 8 धन्यवादः शुभरात्रिः धन्यवादः नमस्कारः.